चित्तं न संस्पृशत्यर्थं नार्थाभासं तथैव च अभूतो हि यतश्चार्थो नार्थाभासस्ततः पृथक्। यस्मान् नास्ति बाह्यं निमित्तम् अतः चित्तं न स्पृशति अर्थं बाह्यालम्बनविषयं नापि अर्थाभासं चित्तत्वत् स्वप्नचित्तवत्। अभूतो हि जागरितेऽपि स्वप्नार्थवदेव बाह्यः शब्दान्यत्वो यतः उक्तहेतुत्वच्च नापि अर्थाभासः चित्तात् पृथक्। चित्तमेव हि घटादि अर्थवदवभासते यथा स्वप्ने। निमित्तं न सदा चित्तं संस्पृशति अद्भुतसूत्रिषु अनिमित्तो विपर्यासः कथं तस्य भविष्यति। ननु विपर्यासः तर्हि असति घटादौ घटादि आभासता चित्तस्य तथा च सति अविपर्यासः क्वचिद् वक्तव्यः इति। अत्र उच्यते निमित्तं विषयम् अतीत अनागतवर्तमान अद्वसो त्रिष्वपि सदा चित्तं न संस्पृशेदेव हि। यदि हि क्वचित् संस्पृशेत् सः अविपर्यासः परमार्थः इति। अतः तदपेक्षया असति घटे घटाभासता विपर्यासस्य न तु तदस्ति कदाचिदपि चित्तस्य अर्थसंस्पर्शनं। तस्मात् अनिमित्तः विपर्यासः कथं तस्य चित्तस्य भविष्यति। न कथञ्चेद् विपर्यासो अस्ति इत्यभिप्रायः। अयमेव हि स्वभावः चित्तस्य यदुत असति निमित्ते घटादौ तद्वदवभासनं। तस्मान्न जायते चित्तं चित्तदृश्यं न जायते तस्य पश्यन्ति ये जातिं के वै पश्यन्ति ते पदं प्रज्ञप्ते स निमित्तत्वम् इत्यादि एतदन्तं विज्ञानवादिनः बौद्धस्य वचनं बाह्यार्थवादिपक्षप्रतिषेधपरम् आचार्येण अनुमोदितं। तदेव हेतुं कृत्वा तत्पक्षप्रतिषेधाय तदिदम् उच्यते तस्मादित्यादि। यस्मात् असत्येव घटादौ घटादि आभासता चित्तस्य विज्ञानवादिना अभ्युपगतः तदनुमोदितम् अस्माभिः अपि भूतदर्शनात्। तस्मात् तस्यापि चित्तस्य जायमान अवभासता असत्येव जन्मनि युक्ता भवितुमिति अतो न जायते चित्तम्। यथा चित्तदृश्यं न जायते अतः तस्य चित्तस्य ये जातिं पश्यन्ति विज्ञानवादिनः क्षणिकत्वदुःखित्वशून्यत्व अनात्मत्वादि च तेनैव चित्तेन चित्तस्वरूपं द्रष्टुम् अशक्यं पश्यन्तः के वै पश्यन्ति ते पदं पक्ष्यादीनम्। अतः इतरेभ्योऽपि द्वैतेभ्यो अत्यन्तसाहसिकाः इत्यर्थः। येऽपि शून्यवादिनः पश्यन्ते एव सर्वशून्यतां स्वदर्शनस्यापि शून्यतां प्रतिजानते ते ततोऽपि साहसिकतराः कं मुष्टिनापि जिगृक्षन्ति। अजातं जायते यस्मादजाति प्रकृतिस्ततः प्रकृतेरन्यथाभावो न कथञ्चिद् भविष्यति। उक्तैः हेतुभिः अजम् एकं ब्रह्म इति सिद्धं यत्पुनः आदौ प्रतिज्ञातं तत्फलोपसंहारार्थं श्लोकः अजातं यच्चित्तं ब्रह्मैव जायते इति वादिभिः परिकल्प्यते। तत् अजातं जायते यस्मात् अजातिः प्रकृतिः तस्य ततः तस्मात् अजातरूपायाः प्रकृतेः अन्यथाभावो जन्म न कथञ्चित् भविष्यति। अनादेरन्तवत्त्वं च संसारस्य न सेत्स्यति अनन्तता चादिमतो मोक्षस्य न भविष्यति। अयं च अपरः आत्मनः संसारमोक्षयोः परमार्थसद्भाववादिनां दोषः उच्यते। अनादेः अतीतकोटिरहितस्य संसारस्य अन्तवत्त्वं समाप्तिः न सेत्स्यति युक्तितः सिद्धिं न उपयास्यति। न हि अनादिसन् अन्तवान् कश्चित् पदार्थो दृष्टलोके बीजाङ्कुरसम्बन्धनैरन्तर्यविच्छेदो दृष्ट इति चेन्न एकवस्तु अभावेन अपोदितत्व तथा अनन्ततापि विज्ञानप्राप्तिकालप्रभवस्य मोक्षस्य आदिमतः न भविष्यति घटादिषु अदर्शनात्। घटादिविनाशवतु अवस्तुत्वात् अदोष इति चेत् तथा च मोक्षस्य परमार्थसद्भावप्रतिज्ञाहानिः असत्त्वादेव शशविषाणस्यैव आदिमत्व अभावश्च। आदौवन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा विदतैः सदृशाः सन्तो वितथा इव लक्षिताः सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते तस्मादाद्यन्तवत्त्वेनामित्यैव कृते स्मृताः। वैतथ्ये कृतव्याख्यानं श्लोकविह संसारमोक्ष अभावप्रसङ्गेन पठित। सर्वे धर्मामृषा स्वप्ने कायस्य अन्तः निदर्शनं समृतेऽस्मिन् प्रदेशे वै भूतानां दर्शनं कृतः। निमित्तस्य अनिमित्तत्वम् इष्यते भूतदर्शन इति अयमर्थः प्रपञ्चते एतैः श्लोकैः। न युक्तं दर्शनं गत्वा कालस्यानियमागतौ प्रतिबुद्धश्च वै सर्वः तस्मिन् देशेन विद्यते। जागरिते गत्यागमनकालौ नियतौ देशः प्रमाणतो यः तस्य अनियमात् नियमस्य अभावः स्वप्ने न देशान्तरगमनम् इत्यर्थः। मित्राद्यैः सह सम्मन्त्र्य सम्बुद्धो न प्रपद्यते गृहीतं चापि यत्किञ्चित् प्रतिबुद्धो न पश्यति। मित्राद्यैः सह सम्मन्त्र्य तदेव मन्त्रणं प्रतिबुद्धः न प्रपद्यते गृहीतं च यत्किञ्चित् हिरण्यादि न प्राप्नोति ततश्च न देशान्तरं गच्छति स्वप्ने। स्वप्ने च वस्तुकः कायः पृथगन्यस्य दर्शनं यथा कायस्तथा सर्वं चित्तदृश्यं वस्तुकम्। स्वप्ने च अटन् दृश्यते यः कायः सः अवस्तुकः ततो अन्यस्य स्वापदेशस्थस्य पृथक् कायान्तरस्य दर्शनं। यथा स्वप्नदृश्यः कायः आसन् तदा सर्वं चित्तदृश्यम् अवस्तुकं जागरितेऽपि चित्तदृश्यत्वादित्यर्थः। स्वप्नसमत्वात्तु असज्जागृतमपि इति प्रकरणार्थः। ग्रहणाज्जागृतवत् तद्धेतुस्वप्न इष्यते तद्धेतुत्वात्तु तस्यैव सज्जागृतमिष्यते। इतश्च असत्त्वं जागृद्वस्तुनः जागृतवतो जागृतस्यैव ग्रहणातो ग्राह्यग्राहकरूपेण स्वप्नस्य तज्जागृतं हेतुः अस्य स्वप्नस्य स स्वप्नः तद्धेतुः जागृतकार्यमिष्यते तद्धेतुत्वात् जागृतकार्यत्वात् तस्यैव स्वप्नदृश एव सज्जागृतं न तु अन्येष यथा स्वप्नः इत्यभिप्रायः। यथा स्वप्नः स्वप्नदृश एव सन् साधारणविद्यमानवस्तुदवभासते तथा तत्कारणत्वात् साधारणविद्यमानवस्तुदवभासनं न तु साधारणं विद्यमानवस्तु स्वप्नवदेव इत्यभिप्रायः। उत्पादस्य प्रसिद्धत्वादयं सर्वम् उदाहृतं न च भूतादभूतस्य सम्भवोऽस्ति कथञ्चन। ननु स्वप्नकारणत्वेऽपि जागृतवस्तुनो न स्वप्नवदवस्तुत्वम्। अत्यन्तचलो हि स्वप्नः जागृतं तु स्थिरं लक्ष्यते। सत्यमेवम् अविवेकिनां स्यात् विवेकिनां तु न कश्चिद्वस्तुनः उत्पादः प्रसिद्धः। अतः अप्रसिद्धत्व उत्पादस्य आत्मैव सर्वमिति अजं सर्वम् उदाहृतं वेदान्तेषु सभाख्याभ्यन्तरो यजः इति। यदपि मन्यसे जागरितास्ततः असन् स्वप्नो जायते इति तदसत् न भूताद् विद्यमानात् अभूतस्य असतः सम्भवः अस्ति लोके न हि असतः शशविषाणादि सम्भवो दृष्टः कथञ्चिदपि। असज्जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति। ननु उक्तं त्वयैव स्वप्नो जागृतकार्यमिति तत् कथम् उत्पादो अप्रसिद्ध इति उच्यते। शृणु तत्र यथा कार्यकारणभावो अस्माभिः अभिप्रेतः इति असत् अविद्यमानं रज्जुसर्पवतो विकल्पितं वस्तु जागरिते दृष्ट्वा तद्भावभावितः तन्मयः स्वप्नेऽपि जागरितवतो ग्राह्यकारकरूपेण विकल्पयन् पश्यति तथा असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति अविकल्पयन् च शब्दान् तथा जागरितेऽपि दृष्ट्वा स्वप्ने न पश्यति कदाचित् इत्यर्थः। तस्मात् जागरितं स्वप्नहेतुः इत्युच्यते न तु परमार्थसदिति कृत्वा। नास्ति असद्धेतुकम् असत् सत् असद्धेतुकं तथा सच्च सद्धेतुकं नास्ति सद्धेतुकम् असत् कुतः। परमार्थतस्तु न कस्यचित् केनचिदपि प्रकारेण कार्यकारणभावः उपद्यते। कथं नास्ति असद्धेतुकम् असत् शशविषाणादिहेतुः कारणमस्य असतः एव कपुष्पादेः त तत् असद्धेतुकम् असत् न विद्यते। तथा सदपि घटादिवस्तु असद्धेतुकं शशविषाणादिकार्यं नास्ति। तथा सच्च विद्यमान घटादि वस्त्वंतरकार्यं नास्ति। सत्कार्यम् असत् कुत एव संभवति, न च अन्यः कार्यकारणभावः संभवति शक्यो वा कल्पयितुम्। अतो विवेकिनाम् असिद्ध एव कार्यकारणभावः कस्यचिदित्यभिप्रायः। विपर्यासाद्यथा जाग्रचिन्त्यान् भूतवस्तुषेत् तथा स्वप्ने विपर्यासाद्धर्मास्तत्रैव पश्यति। पुनरपि जाग्रत्स्वप्नयोः असतोरपि कार्यकारणभावाशङ्काम् अपनयन्नः विपर्यास अविवेकतः यथा जाग्रज्जागरिते अचिन्त्यान् भावान् अशक्यचिन्तनान् रज्जुसर्पादीन् भूतवत् परमार्थवत्स्पृशे स्पृशन्निव विकल्पयेदित्यर्थः। कश्चिद्यथा तदा स्वप्ने विपर्यासातो हस्त्यादीन् पश्यन्निव विकल्पयति, तत्रैव पश्यति न तु जागरिता उत्पद्यमानान् इत्यर्थः। उपलम्भासमाचारादस्ति वस्तुत्ववादिनां जातिस्तु देशिता बुद्धैः अजातैः त्रसतां सदा। यापि बुद्धैः अद्वैतवादिभिः जातिः देशिता उपदिष्ट उपलम्भनम् उपलम्भः तस्मादुपलब्धेः इत्यर्थः। समाचारात् वर्णाश्रमादिधर्मसमाचरणाच्च ताभ्यां हेतुभ्याम् अस्थिवस्तुत्ववादिनाम् अस्थिवस्तुभावः इत्ययं वदनशीलानां दृढाग्रहवतां श्रद्धदानां मन्दविवेकिनाम् अर्थोपायत्वेन सा देशिता जातिः तां गृह्णन्तु तावत्। वेदान्ताभ्यासिनां तु स्वयमेव अजाद्वयात्मविषयो विवेको भविष्यति इति, न तु परमार्थबुद्धिः। ते हि श्रोत्रियाः स्थूलबुद्धित्वा तु अजाते अजातिवस्तुनः सदा त्रस्यन्ति आत्मनाशं मन्यमानाः अविवेकिनः इत्युक्तः। उपायस्योऽवताराय इत्युक्तम्।